ॐ गुरुब्रह्मा गुरुर्विष्णुर्गुरुदेवमहेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। अस्माकम् अस्मिन् वर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तयः इति। तस्मिन् विषये तत्र वयं एकां कथाम् अपि पठितवन्तः। तत्र पञ्चमी षष्टि सप्तमी विभक्तयः आसन्। इदानीं तदनन्तरम् अन्या कथा अपि पठन् स्मः। तत्र सप्तसु विभक्तिषु प्रयोगाः सन्ति, किन्तु तस्य पूर्वं तत्र पुटसङ्ख्या 31 मध्ये तत्र भगवद्गीतायाः श्लोकाः सन्ति। तान् श्लोकान् किञ्चित् परिशील्य कथां पुनः पठामः, परिशीलयामः च। अस्तु, तर्हि तत्र अपि केवलम् एकवारं पुनस्मरणार्थं तत्र शुभदा भगिनी भवत् शब्दस्य रूपाणि वदति वा? आं महोदय। भवान् भवन्तौ भवन्तः, भवन्तं भवन्तौ भवतः, भवता भवद्भ्यां भवद्भिः, भवते भवद्भ्यां भवद्भ्यः, भवतः भवद्भ्यां भवद्भ्यः, भवतः भवतोः भवताम्, भवति भवतोः भवत्सु। हा, समीचीनं भगिनि। तत्र स्वरूपः स्वरूपं कीदृशम् इति किञ्चित् वर्णयति वा? तत्र एकवचने किं किं किं भवति इति? एकवचने पञ्चमी षष्ठी विभक्तौ समानरूपः अस्ति, समानरूपं भवति भवतः इति। प्रथमद्वितीया द्विवचने भवन्तौ इति समानरूपं भवति। तदनन्तरं चतुर्थी पञ्चमी बहुवचने भवद्भ्यः इति समानरूपं भवति। अपि तत्र एकवचने तृतीया चतुर्थी पञ्चमी सप्तमी तत्र किं किं भवति? तृतीया मध्ये एकवचने भवता हा चतुर्थी भवते, पञ्चमी षष्ठी भवतः अपि सप्तमी इदानीं भवति इति। हा, समीचीनं भगिनि। अत एतदेव रूपं तत्र हलन्तपदानां भवति इति। तत्र आत्मना, आत्मने, आत्मनः, आत्मनः, आत्मनि खलु। अपि मरुता, मरुते, मरुतः, मरुतः, मरुति इति। अतः तत् एतद् मनसि अस्ति चेत् सौकर्यं भवति इति। समीचीनं भगिनि, धन्यवादः। अस्तु, सूर्यकुमारी भगिनी, इदानीं तत्र आत्मनपदस्य रूपाणि एकवारं वदति वा? महोदय, नकारान्तः आत्मन् पुल्लिङ्गपदं हलन्तं प्रथमविभक्तिः आत्मा, आत्मानौ, आत्मानः। द्वितीयम् आत्मानम्, आत्मानौ, आत्मनः, आत्मना, आत्मभ्याम्, आत्मभिः, आत्मने, आत्मभ्याम्, आत्मभ्यः, आत्मनः, आत्मभ्याम्, आत्मभ्यः, आत्मनः, आत्मनोः, आत्मनाम्, आत्मनि, आत्मनोः, आत्मसु। सम्बोधनम् हे आत्मन्, हे आत्मनौ, हे आत्मनः। हा, समीचीनं। हा, अस्तु, रघुपतिमहोदय, तत्र मरुत् शब्दस्य? हा, मरुत् शब्दः तकारान्त पुल्लिङ्गशब्दः मरुत्, मरुत्, मरुतौ, मरुतः, मरुतं, मरुतो, मरुतं, मरुतौ, मरुतः, मरुता, मरुद्भ्यां, मरुद्भिः, मरुते, मरुद्भ्यां, मरुद्भ्यः, मरुतः, मरुद्भ्यां, मरुद्भ्यः, मरुतः षष्ठी, हा, मरुतः, मरुतः, मरुतोः, मरुतां, भवतां, मरुतां, मरुति, मरुतोः, मरुत्सु मरुत्सु हा समीचीनं महोदय. तत्र द्विवचने तु क्लेशः न भवितव्यं, यतोहि तत्र भ्यां भ्यां भ्याम् अपि योः अथवा ओहो ओहो इति भवति. अपि तत्र बिः इति तृतीया विभक्तौ बहुवचने, तदनन्तरं ब्यः ब्यः, तदनन्तरं ताम् अथवा हा ताम् इति, अपि सु अथवा शु इति सप्तमी बहुवचने. अस्तु तर्हि अस्तु. सामान्यतः हलन्तशब्दानां पुल्लिङ्गे स्त्रीलिङ्गे कापि भेदः नास्ति महोदय, भेदः नास्ति. नपुंसकलिङ्गे अपि भेदः नास्ति, केवलं तत्र यथा यत्र भेदः दृश्यते इत्युक्ते प्रथमा विभक्ति एकवचने बहुवचने बहुवचने, तदनन्तरं द्वितीया विभक्तौ एकवचने. हा लक्ष्मी भगिनी नमस्कारः. भगिनी नमस्कारः महोदय, अद्य विलम्बेन आगतवती. चिन्ता मास्तु भगिनि. हा अपि द्वितीया विभक्तौ तत्र एकवचने द्विवचने, तदनन्तरं प्रायशः तत्र क्लेशः नास्ति. अपि तत्र भवन् भवत् शब्दस्य तत्र नकारः कुत्र भवति चेत् केवलं तत्र पञ्च विभक्तौ विभक्तिषु विभक्तिषु, अतः तत्र तत्र एव सावधानं. हलन्तपदानां प्रथमः अपि द्वितीया विभक्तिरूपाणां तत्र सावधानं भवेत् तेषां मध्ये. तदनन्तरं सुलभम् एव, किन्तु क्लेशः भवति यत्र इत्युक्ते यदि केवलं नूतनपदम् अस्ति चेत् हलन्तपदं, तत्र लिङ्गं किम् इति तस्य निर्णयं कर्तुं क्लेशः भवति. रूपसमानमेव तत्र अजन्तपदानां लिङ्गभेदः सुलभतया कर्तुं शक्नुमः, किन्तु तत्र अनेकानां रूपाणां स्मरणं करणीयम्, अत्र तु तादृश नास्ति. अस्तु अग्रे लक्ष्मी भगिनी नमस्कारः. इदानीं तत्र पेज् 31 मध्ये भगवद्गीतायाः श्लोकाः ये सन्ति तान् परिशीलयामः. अस्तु तर्हि भवती एव तत्र आरम्भं करोति वा भगिनि? एकनिमिषम्. अस्तु तर्हि अग्रे वदतु भगिनि. शुभदा भगिनी, अग्रे वदामि. शुभदा भगिनी तत्र आरम्भं करोति वा? पुटसङ्ख्या 31 एतेषु गीतावाक्येषु प्रयुक्तानां हलन्तशब्दानां लिङ्गं विभक्तिं च निर्दिशत. यज्ञदानतपः कर्म न त्याज्यम्. यज्ञदानतपः कर्म न त्याज्यम्. तत्र हलन्तपदं कः तत्र? यज्ञदानतप अपि तु अपि च कर्म. कर्म समीचीनं. हा तत्र तपः इति किं भवति? तपः तपः इति कर्म न त्याज्यं. यज्ञदानतप इति संयुक्त अस्ति, संयुक्ताः सन्ति त्रीणि पदानि संयुक्तानि सन्ति. कर्म न त्याज्यम् प्रथमा विभक्ति एकवचन अस्ति. यज्ञदानतपः कर्म अपि प्रथमा एकवचन अस्ति. कर्म कर्मणि कर्माणि अतः तत्र प्रथमविभक्ति एव त्याज्यम् इति. तद् कर्म इति कीदृशपदम् अस्ति? कर्म इति अपि लिङ्गं किं कर्म इति पदस्य? प्रथमविभक्ति एकवचनं. प्रथमविभक्ति एकवचनं. लिङ्गं किं? प्रातिपदिकं किं? कर्मन् इति. कर्मन् इति प्रातिपदिकं. लिङ्गं पुल्लिङ्गं वा स्त्रीलिङ्गं वा? कर्म कर्मणि कर्माणि पुल्लिङ्गम् इति. हा तत्र कर्म कर्मणि कर्माणि अस्ति चेत् एव वनं वने वनानि इति चिन्तयतु तत्र, खलु? नपुंसकलिङ्गमेव नपुंसकलिङ्गमेव अतः अपि तत्र न त्याज्यम् इति अस्ति तत्र क्रियापदम् अस्ति वा तत्र नास्ति खलु क्रियापदं नास्ति त्याज्यम् इति विशेषणमेव भवति त्याज्यम् इति रूपं तत्र दृष्ट्वा तदपि नपुंसकलिङ्गे अस्ति वनं पदम् इव अस्ति खलु त्याज्यम् इति अतः नपुंसकलिङ्गपदं कर्म न त्याज्यं न त्यक्तव्यम् इति कस्य यज्ञ दान तपकर्म न त्याज्यं तत्र तपः इति तत्र प्रथमविभक्ति एव अस्ति अत्र खलु तपस् इति सकारान्त नपुंसकलिङ्गपदं मनसि वा मनः मनसि मनांसि तपः तपसि तपांसि इति अतः तत्र तपस् इति तत्र चिन्तयितुं शक्नुमः तत्र षष्ठी एकवचनं भवति वा इति किन्तु यदि षष्ठी आसीत् चेत् रूपं किं भवति मनः इति मनस् इति पदस्य षष्ठीविभक्तिः किं भव अस्ति मनसः षष्ठी भवति मनसः हा यथा भवतः अस्ति तत्र मनस् मनसः मनसा तृतीया मनसे चतुर्थी मनसः मनसः पञ्चमी षष्ठी मनसि सप्तमी खलु यथा भवत् शब्दस्य रूपम् आसीत् तथैव अत्रापि अतः तत्र यज्ञधानतपसः कर्म न त्याज्यम् इति भवेत् षष्ठीविभक्तिरूपे किन्तु एतत् प्रथमविभक्तिरूपमेव अस्ति अतः प्रथमविभक्ति एकवचनं नपुंसकलिङ्गपदं तत्र यज्ञदानतपस् इति प्रातिपदिकं कर्मन् इति प्रातिपदिकम् अपि त्याज्य इति तत् तदपि किन्तु तद् हलन्तपदं नास्ति हा तावदेव अस्तु समीचीनम् अग्रे सूर्यकुमारी भगिनी महोदय क्षम्यतां कुत्र अस्ति एतद् भवत् एतत् पेज् 31 अस्ति भगिनि तत्र गीतासोपने प्रायशः द्वितीय फैल् मध्ये अस्ति तत्र भवत्याः पार्श्वे पुस्तकं नास्ति खलु हा किन्तु फैल् अस्ति खलु भगिनि तत्र द्वितीय फैल् मध्ये अस्ति इति मन्ये नरेश महोदय नमस्कारः महोदय नमस्कारः महोदय क्षम्यताम् चिन्तमस्तु महोदय पेज् 31 मध्ये स्मः द्वितीयगीतवाक्यं सकर्मणभ्यच्च सिद्धिं विन्दति मानवः स्वकर्मणाभ्यर्च्य सिद्धिं विन्दति मानवः मानवः इति किं वचनं किं मानवः इति पदस्य बहुवचनं एकवचनं न मानवः इति वचनं किम् अस्ति प्रथमाविभक्तिः बहुवचनं बहुवचनं वा मानवः तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये क्रियापदं विन्दति विन्दति वचनं किं क्रियापदस्य विन्दति न वचनं किं विन्दति अतः कर्तृपदं किम् अत्र मानवः एतत् मनुः नास्ति मनुः मानवः नास्ति एतत् मानवः अस्ति एकवचने एव मानवः मानवः मानवः इति अकारान्तपदं रामः देवः पदम् इव खलु मानवः विन्दति किं विन्दति किं विन्दति किं विन्दति प्रथमतया किं विन्दति सिद्धिं सिद्धिं विन्दति मानवः सिद्धिं विन्दति केन स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति अभ्यर्च्य लेबन्तपदम् अभ्यर्च्य कृत्वा इति लेबन्तपदम् अभ्यर्च्य विन्दति इति तत्र हलन्तपदं कर्म कर्मणा तृतीय एकवचनं हा तृतीय एकवचनं कर्मणा समीचीनं भगिनि हा स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः तम् इति पदस्य विभक्ति का वचनं किम् तम् अभ्यर्थं तृतीय एकवचनं एकवचनं प्रथमविभक्तिरूपं किम् अस्ति तम् अस्ति चेत् तम् इति द्वितीयविभक्ति एकवचनं समीचीनं तम् एक प्रथमविभक्ति एकवचनरूपं किम् अस्ति किं भगिनि सः तौ ते तं ते तान् तम् अभ्यर्च्य प्रातिपदिकं महोदय मानवः मानवः देवपदस्य अकारान्तपदं मानवः ओके मानवः विन्दति किं विन्दति सिद्धिं विन्दति किं कृत्वा तम् अभ्यर्च्य केन स्वकर्मणा स्वकर्मणा इति अतः मानवः स्वकर्मण तम् अभ्यर्च्य सिद्धिं विन्दति इति रूपम् अस्तु भगिनि अस्तु अग्रे रघुपतिमहोदय तृतीय वाक्यम् आं महोदय कर्माणि प्रविभक्तानि विभक्तानि स्वभावप्रभवैः गुणैः इति अस्ति कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः अस्तु प्रभविक्तानि इति क्रियापदमस्ति अतः कर्माणि इति बहुवचनं द्वितीय बहुवचनं भवति महोदय तत्र क्रियापदं किम् अस्ति अत्र विभक्तानि कानि विभक्तानि कर्माणि विभक्तानि कैः विभक्तानि स्वभावप्रभवैः गुणैः प्रविभक्तानि कर्माणि इदानीं क्रियापदं तत्र न दत्तं किन्तु किं स्थापितुं शक्नुमः तत्र विभक्तानि विभक्तानि कर्माणि इति विशेषणं भवति विशेषणं भवति प्रविभक्तानि कर्माणि सन्ति अथवा भवन्ति कर्माणि प्रविभक्तानि भवन्ति कर्माणि विभक्तानि भवन्ति इत्युक्ते तत्र किं एकवचनविभक्तौ प्रथमविभक्ति बहुवचनं भवति वा यदि अनेकानि कर्माणि सन्ति किन्तु सर्वाणि कर्माणि समानानि न सन्ति इति कृत्वा तयोः मध्ये भेदः अस्ति तेषां मध्ये भेदः अस्ति अतः तानि सर्वाणि विभक्तानि सन्ति कर्माणि इदानीं प्रश्नः भवति केन विभक्तानि तानि सर्वाणि अतः स्वभावप्रभवैः गुणैः कर्माणि प्रविभक्तानि सन्ति इति अतः तत्र हलन्तपदं कुत्र अस्ति कर्मण् इति कर्मण् तावदेव इति मन्ये खलु अत्र प्रविभक्तानि इति तु तत् वनं पदमिव अपि स्वभावप्रभावैः तदपि अजन्तपदं गुणैः अतः कर्माणि एव तत्र कर्माणि इदानीं तत्र प्रथमविभक्ति बहुवचनं तावदेव अतः तत्र स्वभावप्रभवैः प्रविभक्तानि भवन्ति कर्माणि अतः तत्र तत्र तृतीया रूपं यदस्ति तत् कारणतृतीया तेन अथवा कारण अथवा माध्यमम् अपि वक्तुं शक्नुमः इति. अस्तु, अग्रे नरेश् महोदय. सर्वाणि सर्वकर्माणि चेतसा मयि सन्न्यस्य मच्चितः सततं भव. क्रियापदं भव भव लोट्लकारः भव इति अस्ति चेत् तत्र कर्तृपदं पुरुषः कः? तत्र भव इति लोट्लकाररूपं मध्यमपुरुषवचनं अतः कर्तृपदं किं? कर्तृपदं मध्यमपुरुषः एकवचनम् अतः तत्र क्लेशः एव नास्ति तत्र खलु. त्वमेव तत्र यत्र चिन्तनीयम् अस्ति चेत् तत्र प्रथमपुरुषः अस्ति चेत् वयं चिन्तनं करणीय कुर्मः ओ कः किं कर्तृपदं, किन्तु मध्यमपुरुषः वा उत्तमपुरुषः कोऽपि क्लेशः नास्ति तत्र. अतः त्वं भव इदानीं तत्र त्वं भव इदानीं तत्र किं भव? मच्चितः सततं भव किं कृत्वा? सन्न्यस्य. अतः सर्वकर्माणि मयि सन्न्यस्य अत्र तत्र भागद्वयमस्ति खलु. तत्र यत्र ल्यबन्तम् अथवा त्वान्तम् अस्ति चेत् तत्र क्रियाद्वयं भवति खलु. अतः त्वं सन्न्यस्य किं सन्न्यस्य? मयि सन्न्यस्य. किन्तु मयि इति सप्तमी भवति मयि इति. किन्तु कर्मपदं सर्वकर्माणि सन्न्यस्य सर्वकर्माणि त्वं सर्वकर्माणि सन्न्यस्य केन भावेन? चेतसा सर्वकर्माणि कुत्र? मयि सन्न्यस्य त्वं चेतसा मयि सर्वकर्माणि सन्न्यस्य मच्चितः सततं भव. अतः तत्र हलन्तपदं कुत्र भवति? तत्र कर्माणि इति सर्वकर्माणि इति, किन्तु कर्तृपदं त्वम् इति अस्ति अतः सन्न्यस्य इति क्रियासूचकस्य कर्मपदं भवति सर्वकर्माणि. अतः तत्र द्वितीयविभक्ति बहुवचनं भवति खलु. अपि अन्यत् कोऽपि हलन्तपदम् अस्ति वा अत्र? चेतस् अपि अस्ति. चेतस् चेतसा इति तृतीयविभक्तिरूपं सकारान्तपदं तत्र प्रायशः नपुंसकलिङ्गपदम् इति मन्ये मनस् इव. तत्र विद्वस् पदवत् नास्ति खलु, यतोहि तत्र विद्वस् पदस्य तृतीया अस्ति विदुषा इति. तत्तु पुल्लिङ्ग अस्ति विद्वस्. पुल्लिङ्गम् अस्ति अत्र प्रायशः चेतसा इति चेतसकारान्त नपुंसकलिङ्गपदम् इति इति चिन्तनं. नो चेत् तत्र अप्सरस् इति तत्र सकारान्त स्त्रीलिङ्गपदमपि भवितुम् अर्हति खलु चेतस् इति. अतः तत्र अहं न जानामि तत्र चेतस् इति तत्र प्रायशः अपि भवितुम् अर्हति भगिनि. तत्र सर्वकर्माणि तत्र चेतस् चेतसा हा तत्र द्रष्टव्यमस्ति चेतस् इति कीदृशपदम् अस्ति तत्र तृतीया तु जानीमः किन्तु तत्र लिङ्गं लिङ्गं न जानामि तत्र नपुंसक महोदय नपुंसकलिङ्गं वा अस्तु धन्यवादः धन्यवादः महोदय चेतस अस्तु मनसि मनसि पदम् एव अस्तु समीचीनं धन्यवादः महोदय अस्तु हा अतः तत्र तदपि वयं दृष्टवन्तः तत्र लिङ्गं विभक्तिम् अस्तु चेतस् इति तृतीया इति तदपि कृतवन्तः अस्तु इदानीं लक्ष्मी भगिनी कर्तुं शक्नोति वा अग्रे तत्र मच्छितः इत्युक्ते तत्र प्रायशः मह्य हा तत्र मां तत्र वदतु भगिनि हा तत्र तत्र चित्तः मयि स्थापयित्वा इति प्रायशः भगिनि मनस्सु चित्तः चित्तः मयि स्थापयित्वा तत्र सततं चित्तः मयि स्थापयित्वा तत्र त्वं चेतसा चेतः अपि मनः एव भवति भगिनि तत्र मनः मनः चेतः इति तत्र मनः अपि मनः एव तत्र चेतः अतः मनसा अथवा चेतसा सर्वकर्माणि संन्यस्य त्यक्त्वा सर्वकर्माणि मयि त्यक्त्वा मह्यम् अर्पयित्वा सततं तव चित्तं चित्तः तव चित्तः मयि स्थापयित्वा भव सततं भव सततं भव इति मच्चित्तः इत्युक्ते मयि चित्तः स्थापयित्वा इति यस्य चित्तः यस्य चित्तः न तत्र केवलं मच्चित्तः तत्र चित्तः मयि स्थापयतु अथवा स्थापयित्वा इति तावदेव अस्तु अग्रे लक्ष्मी भगिनी अस्तु महोदय अफलाकाङ्क्षभिः यः यज्ञः क्रियते सः सात्विकः तत्र हलन्तपदं किम् अस्ति अत्र अफलाकाङ्क्षिभिः तावत् तदेव तत्र सात्विकः नास्ति सः नास्ति यज्ञः नास्ति यः नास्ति अतः केवलं तदेव भवेत् भवेत् खलु भगिनि हा समीचीनं तत्र प्रातिपदिकं किम् हा अफला आकाङ्क्षिन् अफला आकाङ्क्षिन् हा फल आकाङ्क्षिन् आकाङ्क्षिन् अफलाकाङ्क्षिन् तत्र एतत् रूपं गतवर्गे अपि अस्मिन् विषये किञ्चित् तत्र चर्चितवन्तः तत्र आकाङ्क्षिनौ आकाङ्क्षिणः हा किन्तु रूपं किं तत्र पदस्य अर्थः हा समीचीनं नकारान्तपदं पुल्लिङ्गपदम् इदानीं रूपं किम् अस्ति तत्र बिहि इति अस्ति अतः तृतीया बहुवचनम् अस्तु समीचीनम् इदानीम् अर्थः कः पदस्य आकाङ्क्षिन् इति हा इति अथवा तत्र इनि प्रत्ययः इति वदामः तत्र धनी धनः यस्य तत्र यस्य यस्मिन् वा धनम् अस्ति सः धनी इति इनि प्रत्ययः इति वदामः धनिन् इति प्रातिपदिकं भवति इन् इति धनिन् अत्रापि तादृशरूपमेव यस्य तत्र फलाकाङ्क्षिन् इति अस्ति चेत् यस्मिन् फलस्य आकाङ्क्षा अस्ति सः फल आकाङ्क्षिन् यस्य यस् अथवा यस्मिन् फलस्य आकांक्षा नास्ति सः अफल आकांक्षिन् अफलाकांक्षिन् इति रूपम् अतः अफलाकांक्षिभिः यः यज्ञः क्रियते सः सात्विकः इति समीचीनं भगिनि अस्तु तत्र काङ्क्षिन् अफलाकाङ्क्षिन् पुल्लिङ्ग नकारान्तपदधनिन् इति तत्र अतः पुल्लिङ्गरूपमेव भगिनि अत्र अस्तु अग्रे हा शुभदा भगिनि अग्रे रजः देहिनं कर्मसङ्गेन निबध्नाति रजः देहिनं कर्मसङ्गेन निबध्नाति तत्र निबध्नाति इति तत्र बन्धनं करोति इति इदानीं तत् क्रियापदमस्ति कर्तृपदं किं रजः रजः इति कर्तृपदं रजः निबध्नाति बन्धनं करोति निबध्नाति इदानीं तत्र किं निबध्नाति देहिनं निबध्नाति असमीचीनम् अतः देहिनं कर्मपदं भवति द्वितीयविभक्ति देहिनम् इति तत्र देहिनम् इति भवति चेत् द्वितीयविभक्तिरूपं तत्र प्रातिपदिकं किं भवति देहि इति प्रथमविभक्तिरूपं समीचीनं भगिनि हा प्रथमविभक्ति देहि इति समीचीनं हा देहि देहिन् हा यस्य अथवा यस्मिन् अत्र यस्य एव यस्य देहः अस्ति सः देहिन् अतः तत्र नकारान्त हलन्तपदम् अस्ति अत्र देहिनम् इति द्वितीयविभक्ति एकवचनरूपं समीचीनम् अपि तत्र कर्मसङ्गेन तत् तृतीया सङ्गः कर्मसङ्गः इति प्रायशः अस्ति कर्मसङ्गः तेन निबध्नाति इति कर्मेण निबध्नाति इति किन्तु अन्यत् तत्र देहिनम् इति हलन्तपदं रजः कीदृशपदं रजस् इति पदं वा रजस् इति पदस्य रजः इति सकारान्त नपुंसकलिङ्गपदम् अतः प्रथमाविभक्ति एकवचन इस् रजः समीचीनं समीचीनं भगिनि तव तदेव अस्ति हा सत्यम् अस्तु अग्रे सूर्यकुमारी भगिनि महोदय छन्दोभिः बहुधा गीतं छन्दोभिः बहुधा गीतं छन्दोभिः तृतीयबहुवचनं बहुधापि तृतीया एव खलु एकवचनं बहुधा प्रायशः एतत् तृतीया एकवचन इति गीतं बहुधा छन्दोभिः बहुधा गीतं नपुंसकलिङ्गं गीतं नपुंसकलिङ्गं समीचीनं हा छन्दोभिः इति तत्र तत्र छन्दोभिः इति अस्ति तत्र कीदृशपदमस्ति प्रथमविभक्तिरूपं किं भवति प्रातिपदिकं किम् अस्ति छन्दस् इति समीचीनं भगिनि छन्दस् इति अतः सकारान्त नपुंसकलिङ्गपदं छन्दस् छन्दस् इति तस्य तृतीयविभक्ति बहुवचनरूपमस्ति चन्दोभिः तत्र श्लोके प्रायशः श्लोके किम् अस्ति तत्र ऋषिभिः बहुधा गीतं छन्दोभिः विविधैः पृथक् इति तत्र श्लोके भवति हा अतः तत्र बहुधा अपि छन्दोभिः तत्र सम्बन्धः नास्ति अतः तत्र हा अतः तत्र क्लेशः मास्तु तत्र केवलं छन्दोभिः एव पदं तत्र छन्दस् इति सकारान्त नपुंसकलिङ्गपदं तस्य तृतीय बहुवचनरूपम् अत्र दत्तमस्ति बहुधा इति अनेकवारं वा एकदा इति तत् बहुधा इति वा छन्दोभिः बहुधा इति अनेकवारम् इति नानाविधानि अस्तु महोदय भवान् एव अग्रे नान्यगामिना चेतसा अनुचिन्तयन् दिव्यं परमं पुरुषं याति न अन्यगामिना चेतसा इति अस्ति अन्यगामिना गामिन् गामिन् इति चेतसा तृतीयविभक्ति तृतीयविभक्ति एकवचन नान्यगामिना चेतसा अनुचिन्तयन् शतन्तरूपम् अनुचिन्तयन् दिव्यं परमं पुरुषं याति दिव्यं परमं पुरुषं परमं पुरुषं याति इति अत्र कर्मपदमस्ति द्वितीयविभक्ति अस्ति दिव्यं परमं पुरुषं याति हा समीचीनं तत्र चेतस् इति तत्र चेतसा चेतस्सकारान्त नपुंसकलिङ्गपदं नान्यघामिना इति तत्र हलन्तपदं नान्यघामिन् इति नान्यघामिन् हा तत्र यः अन्य नान्य न अन्य अन्य अन्यस्य समीपे यः न गच्छति स नान्यघामिन् अन्यगामिन् इत्युक्ते यः सर्वदा अन्यत्र गच्छति अत्र मनः इति तस्य विशेषणम् इति चिन्तयितुं शक्नुमः तत्र मनः इति नपुंसकलिङ्गे अस्ति किन्तु हा तत्र मनः सर्वत्र गच्छति एकस्मिन् स्थले न भवति इति तत् अन्यगामिन् तत्र अन्यगामित् इति प्रायशः तत्र इनि प्रत्ययस्य नपुंसकलिङ्गं न जानामि किन्तु इदानीं न स्मरामि किन्तु गामिनि तत्र पुल्लिङ्गरूपं भवति तत्र नपुंसकलिङ्गं गामिन् गामिनि इति अस्ति स्त्रीलिङ्गे प्रायशः अस्तु अस्तु अस्तु तादृश प्रायशः अस्तु अतः तत्र प्रायशः तत्र विशेषणमेव भवति इति मन्ये महोदय तत्र चेतसा इति विशेषणं नपुंसकलिङ्गरूपम् अस्ति अत्र तृतीयविभक्तौ समीचीनं हा तत्र अनुचिन्तयन् तत्र विना चिन्ता तत्र चिन्तनम् इत्युक्ते तत्र थाट्स् इति कोऽपि थाट्स् नास्ति तादृशी स्थितिः अस्ति चेत् तत्र दिव्यं परमं पुरुषं याति प्राप्नोति अथवा तत्र गच्छति इनि प्रत्यये नपुंसकलिङ्गे किं गामि इति भवति ह्रस्व भवति गामि इति सर्वत्र अहं दृष्टवन्तः गामि गामिनि अस्तु अस्तु अस्तु अतः तत्र तदनन्तरं प्रायशः तृतीयविभक्ति आरभ्य समानमेव अस्तु तत्र प्रथमविभक्ति ओ अस्तु अस्तु अस्तु अतः तत्र तत्र वयं जानीमः खलु तादृशपद तादृश अस्ति समीचीनं समीचीनं महोदय अस्तु अस्तु हा समीचीनं धन्यवादः महोदय अत्र अतः तत् नपुंसकलिङ्गपदम् अस्ति अत्र नान्यघामिना इति नपुंसकलिङ्गपदं तृतीयविभक्तिरूपम् एकवचनं समीचीनम् अस्तु अग्रे नरेश् महोदय अग्रे आम् महोदय असंयुक्तात्मना योगः दुष्प्रापः इति मे मतिः. असंयुक्तात्मना तृतीयविभक्ति योगः दुष्प्रापः प्रथमा विभक्तिः मे मतिः. हा समीचीनं महोदय. तत्र योगः दुष्प्रापः अस्ति. योगः दुष्प्रापः अस्ति. तत्र दुष्प्रापः इत्युक्ते योगः दुष्प्रापः कष्टकरम् अस्ति. तस्य तत् कष्टेन तस्य तत् सुलभतया न प्राप्तुं शक्नुमः. दुष्प्रापः तत्र क्लेशः अथवा कष्टः अस्ति. तस्य प्राप्तिः दुष्करम् इति. किं योगः? योगः योगस्य प्राप्तिः कष्टकरम् कष्टकरम् इति. योगः दुष्प्रापः केन? केन इत्युक्ते केन पुरुषेण अथवा अतः तत्र केन पुरुषेण तत्र असंयतात्मना. तत्र संयता इत्युक्ते संयम संयम तत्र रिस्ट्रेन्ड् इति वदामः खलु संयता. हा तत्र तस्य विरुद्धार्थकम् अस्ति. यस्य आत्मा संयतो नास्ति तेन नान्यत् तत्र असंयतात्मा इत्युक्ते यस्य आत्मा संयतं संयतो न संयतः नास्ति तत्र इति. इदानीं तस्तेन तृतीयविभक्ति अतः तत्र आत्मन् इति नकारान्तपदम् तत्र असंयत् आत्मन् इति. अत्र तृतीयविभक्ति एकवचनरूपं. समीचीनं महोदय. अस्तु अग्रे लक्ष्मी भगिनी. अस्तु महोदय. यतता वश्यात्मना तु योगः अवाप्तुं शक्यः. यतता तृतीया वश्यात्मना अपि तृतीया. तु योगः अवाप्तुं शक्यः प्राप्तुं शक्यः. अवाप्तुं प्राप्तुं वा? हा प्राप्तुमेव. प्राप्तुमिति एव अर्थः. तत्र योगः प्राप्तुं शक्यः. योगः तस्य विशेषणं शक्यः. तस्य प्राप्तुं यतता केन इत्युक्ते यतता प्रयत्न यतता हा तत् किन्तु तत्र यः यतन् अस्ति इति प्रायशः अथवा यतत् विशेषणम् अस्ति. अतः तत्र वश्यात्मना वश्यात्मना वश्यात्मना इत्युक्ते यस्य मनः तत्र यस्य आत्मा तत्र तस्य संयम अस्ति खलु. यस्य आत्मा संयम संयतो अस्ति संयतात्मा अथवा वश्यात्मा वश्यात्मना. किं भगिनि? वश्यात्मना वश्यात्मना न वश्यात्मना. तत्र यण् सन्धि इति किमपि नास्ति. तत्र तत्र वश्यात्मना अस्तु. तद् तत्र वश्य आत्मना इति वश्य आत्मना आत्मन् वश्यात्मन् तत्र यतन् प्रायशः अथवा यतत् यतत् इति प्रायशः यतत् वश्यात्मन् वश्यात्मन् नपुंसकलिङ्गं वा? नपुंसकलिङ्गपदम् आत्मन् इति नपुंसकलिङ्गपदम्. अतः यशत् यतत् यतत् तत्र शत्रान्तरूपं तत्र गच्छन् इति अस्ति खलु. गच्छन् गच्छन् इति पुल्लिङ्गे स्त्रीलिङ्गे गच्छन् इति रूपं किं भवति? गच्छन्ति गच्छन्ति इति नपुंसकलिङ्गे गच्छत् गच्छत् अत्र यतत् यतता इति पुल्लिङ्गे यथन् इति भवति यतन्ति इति स्त्रीलिङ्गे यतत् इति नपुंसकलिङ्गे अतः यः प्रयत्नं कुर्वन् अस्ति तत्र आत्मा यत् आत्मा प्रयत्नं कुर्वन् अस्ति यतन् अतः यतत् आत्मा यतत् वश्यात्मन् यतत् वश्यात्मन् इति प्रातिपदिकं तत्र तृतीयविभक्ति एकवचनरूपं भवति यतता वश्यात्मना इति समीचीनं भगिनि हा अस्तु अग्रे शुभदा भगिनि कर्म हि अकर्मणः ज्यायः कर्म इति कर्मन् इति पदस्य प्रथमा विभक्ति एकवचन कर्म कर्मणि कर्माणि अकर्मणः इति अकर्मणः तत्र अपेक्षया इति तुलना यत्र भवति तुलना यत्र भवति अपेक्षया इति तत्र अपेक्षया इति पदस्य पूर्वं कीदृशपदं भवति विभक्ति किं भवति विभक्ति का भवति षष्टि षष्टि खलु तस्य अपेक्षया हा अत्र अपि तुलना अस्ति ज्यायः इत्युक्ते श्रेष्ठः अथवा उत्तमः इति अर्थे ज्येष्ठः इति ज्येष्ठः इति रूपं जानाति खलु ज्येष्ठः तदेव ज्यायः अत्र ज्यायः अतः तत्र कर्म हि अकर्मणः ज्यायः तत्र ज्यायः तत्रापि ज्यायस् इति प्रायशः तत्र सकारान्तपदमेव भवति इति मन्ये किन्तु न जानामि तत् किन्तु तदपि विशेषणं भवति कर्म इति पदस्य कर्म हि अकर्मणः ज्यायः अकर्मणः इति षष्टि अथवा एतदपि भवितुमर्हति तत्र षष्टी वा पञ्चमी वा खलु तत्र तत्र यदि तस्य तस्मात् पूर्वम् इति तस्मात् परम् इति यदि वक्तुम् इच्छामः तादृश अर्थः अस्ति चेत् तत्र पञ्चमी भवति अथवा यदि श्रेष्ठः अपेक्षया इति तुलना भवति चेत् तत्र षष्टिः भवति हा अतः अत्र न जानामि कस्मिन् अर्थे अत्र अस्ति इति किन्तु श्रेष्ठ पञ्चमी अथवा अकर्मणः पञ्चमी अथवा षष्टि एकवचनरूपम् अस्ति कर्मण् इति अकर्मण् इति पदस्य किन्तु अपि तु अकर्म विपरीतार्थः हा सत्यं भगिनि सत्यम् अतः तत्र कर्म अपि अकर्म कर्म अपि अकर्म तयोः मध्ये तुलना भवति इदानीं अतः कर्म ज्यायः अस्ति इति हा इति कर्म ज्याय अस्ति अतः श्रेष्ठम् अस्ति श्रेष्ठम् अथवा ज्येष्ठम् अस्ति इति अर्थे किन्तु ज्यायः अतः तत्र ज्याय इति विशेषणं भवति कर्म इति पदस्य अतः तदपि नपुंसकलिङ्गपदमेव भवति एकवचने प्रथमाविभक्तिरूपम् अकर्मणः इति पञ्चमी भवति अत्र पञ्चमे अत्र अस्तु अस्तु पञ्चमी अस्ति पञ्चमी अस्ति अस्तु पञ्चमी अस्ति अतः तत्र तस्मात् इति अर्थे तस्मात् परं तस्मात् इति अर्थे अस्ति अतः तत्र तुलना इति अर्थः अस्ति चेत् तत्र षष्ठी भवति किन्तु अत्र एषः श्रेष्ठः न तत्र एषः ज्येष्ठः इत्युक्ते प्रथमः एतत् प्रथमं तदनन्तरं द्वितीयम् इति तादृशार्थे अस्तु समीचीनं धन्यवादः महोदय अस्तु अग्रे सूर्यकुमारी भगिनि अग्रे महोदय ब्रह्म ज्योतिषामपि ज्योतिः तमसः परं च भवति ब्रह्म ब्रह्मन् नपुंसकलिङ्गं महोदय ब्रह्मन् हा ब्रह्मन् सत्यं भगिनि हा ज्योतिषाम् अपि ज्योतिः ज्योतिषां षष्टिविभक्ति बहुप्रथम ज्योतिषाम् अपि ज्योतिः तमसः परं च भवति तमसः परं च भवति तमसः परम् तत्र तमसः इदानीं तत्र तमसः इति कीदृशपदम् न तमस् इति प्रथमतया कीदृशपदं तमस् इति सकारान्तपदम् इदानीं तत् तमसः अनन्तरं किं पदम् अस्ति परं यत्र परम् अथवा पूर्वं भवति चेत् तत्र नियमः कः पञ्चमी तस्य पूर्वपदं पञ्चमी अतः तमसः परं तमसः परं पञ्चमी एकवचनं पञ्चमी एकवचनं तमस् इति प्रातिपदिकं तस्य पञ्चमी एकवचनरूपं तमसः परं च भवति तमसः परं किं भवति तमसः परं च ज्योतिषाम् इति तु तत्र ज्योतिषाम् इति तत्र तु षष्टि बहुवचनं खलु ज्योतिषाम् अपि ज्योतिः तत्र ज्योतिः इति ज्योतिः इति तत्र ज्योतिः इति तद् तदस्ति वस्तुतः तत् नपुंसकलिङ्गपदमेव तत्र ज्योतिः इति ज्योतिः इति नपुंसकलिङ्गपदम् इति मन्ये अथवा क्षम्यतां ज्योतिः न क्षम्यतां हा हा तत्र हा ज्योतिः हा तत्र मति शब्दवत् इति मन्ये ह्रस्वैकारः ज्योतिः हा ज्योतिः तमसः परं भवति ज्योतिषां ब्रह्म ज्योतिषामपि ज्योतिः तमसः परं भवति तत्र हा प्रायशः किञ्चित् तत्र द्रष्टव्यमस्ति अर्थः कः इति किन्तु तत्र तमसः इति हल अस्माकं विषयः अस्ति हलन्तपदं तत्र तमस् इति तस्य पञ्चमी एकवचनरूपम् अत्र दत्तमस्ति इति तमसः परम् इति अस्तु अग्रे रघुपतिमहोदय ब्रह्मवित् तदेव ब्रह्मवित् ब्रह्मणि स्थितः प्रियं प्राप्य न प्रहृष्येत प्रहृष्येत् इति अस्ति प्रहृष्येत् प्रहृष्येत् ब्रह्मवित् इति अस्ति ब्रह्मवित् एव प्रथम एकवचन ब्रह्मवित् तत्र तदेव हलन्तपदं ब्रह्मवित् इति ब्रह्मणि ब्रह्मन् इति ब्रह्मन् ब्रह्मवित् ब्रह्मणि स्थितः ब्रह्मणि इति अत्र पञ्च ब्रह्मणि इति सप्तमी विभक्ति सप्तमीभक्ति एव ब्रह्मणि इति पदस्य सप्तमीभक्ति ब्रह्मणि अपि ब्रह्मवित् इति तत्र तकारान्तपदं तत्र सुहृद् इति तादृश वयं दृष्टवन्तः खलु कथायामपि तत्र सर्वशास्त्रवित् इति तत्र ब्रह्मवित् ब्रह्मणि पञ्च सप्तमी ब्रह्मी स्थितः प्रियं प्राप्य न प्रहृष्येत् तत्र हर्षति इति तत्र प्रहृष्येत् इति न प्रहृष्येत् प्रियं प्राप्य न प्रहृष्येत् न सन्तोषम् अनुभवेत् इति यः ब्रह्मज्ञानं यस्य ब्रह्मज्ञानम् अस्ति अपि ब्रह्मणि एव केवलं ब्रह्मज्ञानम् अस्ति इति न यः ब्रह्मनिष्ठः अस्ति सदा तत्र यस्य मनः परमात्मनि अस्ति सः प्रियं प्राप्य अपि किमपि हर्षं न अनुभवति अनुभवति तत्र संयम तत्र किं स एव ब्रह्म भवति. हा अतः तत्र तत्र एषः भावः अस्ति एषः भावः तस्मिन् नास्ति इति किमपि न वक्तुं शक्नुमः. तत्र प्रहर्ष्येत् हा समीचीनं भगिनि प्रहर्ष्येत् यदि हर्षं प्राप्नोति तर्हि स अन्यः भवति खलु. अत्र न प्रहर्ष्येत् न प्रहर्ष्येत् समीचीनं भगिनि. हा अस्तु अग्रे नरेश महोदय अन्तिमं. यः मनः हृदि निरुध्य आत्मनः प्राणं मूर्धन मूर्धि आधाय ओम इति एकाक्षरं ब्रह्म व्याहरन् देहं त्यजति सः परमां गतिं याति. याति क्रियापदमस्ति. कः याति? यः मनः हृदि निरुध्य आत्मा. तत्र भागद्वयम् अस्ति इति सौकर्यार्थं महोदय तत्र यः सः इति वाक्यम् अस्ति. अतः यः अनन्तरम् एकं खण्डं सः अनन्तरं द्वितीयं खण्डम्. इदानीं यः अनन्तरं किं खण्डम् अस्ति? यः मनः हृदि निरुध्य निरुध्य तत्र मनः इति विभक्ति का कीदृशपदं तत्र मनः हलन्तपदं वा? हलन्तपदं मनः प्रथमविभक्ति एकवचनं मनः. किमर्थं किमर्थं तत्र कर्तृपदं वा एतत्? आं कर्तृपदं. यः यः इति अस्ति यः इति लिङ्गं किं यः इति पदस्य? पुल्लिङ्गं. मनः? ओ मनः तु नपुंसकलिङ्गम्. अतः तत्र विशेषणविशेष्यभावः नास्ति. तत्र सः पुरुषः इति तादृशः नास्ति. अतः एतत् कर्मपदमस्ति यः मन निरुध्य निरुध्य इति. अतः मनः निरुध्य मनः भवति कर्तृप कर्मपदं तत्र तस्य नियन्त्रणं कृत्वा तस्य मनसः नियन्त्रणं कृत्वा हृदि निरुध्य हृदि स्थापयित्वा तत्र स्थापयित्वा निरुध्य आत्मनः प्राणं मूर्ध्नि आधाय आधाय इत्युक्ते आनयति आनयति तत्र तत्र तत्र तत्र स्थापयित्वा तत्र आत्मनः प्राणं मूर्ध्नि मूर्ध्नि इति तत्र शिरसि भागः अस्ति खलु मूर्ध्नि तत्र आत्मनः प्राणं स्वस्य प्राणं मूर्ध्नि मूर्ध्नि इति सप्तमी सप्तमी सप्तमी मूर्ध्नि स्थापय आदाय स्थापयित्वा ओम् इति एकाक्षरं एकाक्षरं ब्रह्मव्याहरण् व्याहरण् इत्युक्ते तस्य उच्चारणं कृत्वा शत्रान्त शत्रान्तरूपं व्याहरण् गच्छन् इति गच्छन् अत्र सः इति अस्ति यः इति अस्ति अतः व्याहरण् इति पुल्लिङ्गरूपम् अस्ति. अतः तत्र तत्र ओम् इति एकाक्षरम् एकाक्षरम् इति कर्मपदं भवति व्याहरण् इति तत्र क्रियासूचकपदस्य ब्रह्म व्याहरण् देहं त्यजति एतत् कुर्वन् तस्य उच्चारणं समये यः देहं त्यजति सः परमां गतिं याति गच्छति तत्र प्राप्नोति परमां गतिं प्राप्नोति. अतः यः मनः हृदि निरुध्य आत्मनः प्राणं मूर्ध्नि आधाय स्थापयित्वा ओम् इति एकाक्षरं ब्रह्म व्याहरण् उच्चरण् देहं त्यजति सः परमां गतिं प्राप्नोति याति इति 8.13 बहु तत्र तत्र किं भगवद्गीतायाः प्रत्येकश्लोकः प्रत्येकश्लोके बहु किमपि अस्ति, किन्तु एषः श्लोकः तेषु विशेषं विशेषः इति मन्ये. 8.13 अस्तु अस्तु, तर्हि एतत् तत्र अधोभागे सूक्तिः तद् गतवर्गे कृतवन्तः इति मन्ये. इदानीम् अग्रे गच्छामः, तत्र कथा या कथा अस्ति तां पठामः. अस्तु, तत्र लक्ष्मीभगिनी आरम्भं करोति वा कथां? सप्तसु विभक्तिषु हलन्तशब्दाः तदेव. सत्यं भगिनि, सत्यं. कस्मिंश्चित् राज्ये कश्चन राजा आसीत्. सः नीतिमान्, शास्त्रविद्, धार्मिकश्च आसीत्. तस्य यशः सर्वत्र प्रसृतम् आसीत्. तस्य कश्चन मन्त्री अपि आसीत्. सः विद्वान्, विवेकी, श्रद्धावान् च आसीत्. ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मशूरश्च आसन्. कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेपि धर्मानुसारेण निजकर्मणि निर्व्याजं निर्वहन्ति स्म. अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तद् राज्यम्. सरितः, सरांसि च जलपूरणी भवन्ति स्म. फलपूर्णेषु शाखिषु पक्षिणः महत्या मुदा विहरन्ति स्म. सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म. ते तत्र रम्याणि भवनानि निर्माय तत् तृप्तमनसा निवसन्ति स्म. धन्यवादः भगिनी. अस्तु, एतत् तत्र प्रायशः किञ्चित् कृतवन्तः गतवर्गे, किन्तु पश्यामः तत्र कस्मिंश्चित् राज्ये कश्चन राजा आसीत् इति. तत् सर्वे वयं सर्वे अवगच्छामः. अस्तु, तदनन्तरं सः नीतिमान्, तत्र नीतिमान् इत्युक्ते नीतिमान् राजा नीतिमान् अस्ति. नीतिमान् इत्युक्ते नीतिमान् मान् अस्ति चेत् तत्र तत्र तत्र वयं तत्र यस्मिन् नीति अस्ति तत्र प्रत्ययद्वयमस्ति, यस्य यस्मिन् वा इति वदनार्थं. तत्र तत्र बुद्धिः यस्य बुद्धिः अस्ति सः बुद्धिमान्. अतः तत्र यस्य नीतिः अस्ति सः नीतिमान्. यस्य धनम् अस्ति तत्र सः धनवान् इति एकं रूपम्. अन्यत् रूपम् अस्ति मत्तु प्रत्ययः, मत्तु अन्यत् रूपम् अस्ति इनि प्रत्ययः सः धनी. अतः तत्र नीतिमान् इति अस्ति मत्तु प्रत्ययः इति रूपं नीतिमान्. अपि सः शास्त्रविद्, धार्मिकः च आसीत्. तत्र नीतिमान्, शास्त्रविद्, धार्मिकः सर्वं विशेषणम् अस्ति राजन् पदस्य. राजा इति अस्ति तत्र, राजा इति नकारन्त पुल्लिङ्गपदं खलु, राजन् एकवचनं. नीतिमान्, शास्त्रविद्, प्रथमाविभक्ति एकवचनम् एकवचनं. समीचीनं. तस्य यशः सर्वत्र प्रसृतम् आसीत्. तत्र यशः इति कीदृशपदं? नपुंसकलिङ्गं, मनसि वा. कथं जानीमः तत् नपुंसकलिङ्गपदम् इति? प्रसृतम् प्रसृतम् इति विशेषणम् अस्ति, अतः तत्र यशः अपि प्रसृतं नपुंसकलिङ्गपदम् अस्ति. अतः यशः अपि नपुंसकलिङ्गपदम् अस्ति. अतः तस्य यशः सर्वत्र प्रसृतम् आसीत्. सर्वत्र तस्य यशः प्रसृतं ज्ञातं. तस्मिन् विषये तस्य कीर्तिः सर्वत्र कीर्तिः इति वक्तुम् इच्छामश्चेत् किं भवति? तस्य कीर्तिः सर्वत्र प्रसृता आसीत्, प्रसृता आसीत् इति रूपं भवति. तस्य कश्चन मन्त्री अपि आसीत्. तस्य कश्चन मन्त्रीन् अकारान्तपदं प्रथमविभक्ति, प्रथमविभक्तिरूपं मन्त्रीन्. सः विद्वान्, तत्र विद्वान् विवेकी, विवेकिन्, विद्वान् इति विद्वस् पदस्य, समीचीनं भगिनि, विद्वस् पदस्य प्रथमविभक्तिरूपं सकारान्तं पुल्लिङ्गपदं विद्वान्. विवेकी इति तत् कीदृशपदम् इदानीं? विवेकी विवेकिन् इति प्रत्ययः. यस्य विवेक, यस्य अथवा यस्मिन् विवेकः अस्ति सः विवेकी. विवेकवान्, श्रद्धावान्, तत्र यस्य अथवा यस्मिन् श्रद्धा अस्ति सः श्रद्धावान्. तत्र श्रद्धावान् इति एकं रूपम् अस्ति, अन्यत् रूपम् अस्ति नीतिमान्, बुद्धिमान् इति. तत्र वान् इति आगच्छति अथवा मान् इति आगच्छति, तावदेव. च आसीत् ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. ज्ञानिनः इति विभक्ति का तत्र? षष्टि एकवचनम् अस्तु. किमर्थं? तस्य ज्ञानिनः. तस्य ज्ञानिनः इत्युक्ते कस्य ज्ञानिनः? ज्ञानी, मन्त्री ज्ञानी अस्ति, मन्त्री ज्ञानी अस्ति, अतः तस्य ज्ञानिनः मन्त्रिणः उपदेशम् इति, उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. अस्तु, इदानीं तत्र ज्ञानिनः इति एव प्रथमवारं तत्र षष्टिविभक्ति अस्ति. पूर्वं सर्वं प्रथमविभक्तिरूपमेव आसीत्. ज्ञानिनः. तस्य प्रजाजनाः, कस्य प्रजाजनाः? राज्ञः. राजा इति नकारान्तपदम् अस्ति, किन्तु तत्र राजा इति यद्यपि रूपं प्रथमविभक्तिरूपम् अस्ति, किन्तु तत्र षष्टिः अस्ति, राज्ञः. अतः तस्य राज्ञः प्रजाजनाः गुणिनः धर्मनिष्ठाः कर्मशूराः च आसन्. गुणिनः, तत्र गुणिन् शब्दस्य बहुवचनं, समीचीनं, बहुवचनं. प्रजाजनाः गुणिनः विशेषणम् अपि, धर्मनिष्ठाः. तत्र गुणिनः इति स्थाने अन्यत् रूपं किं भवति? तत्र गुणिनः इनि प्रत्ययः, गुणि इति, गुणिन्. अन्यत् रूपं किं भवति? गुणवन्तः, गुणिन् अथवा गुणवान्. धर्मनिष्ठाः, धर्मनिष्ठः इत्युक्ते यः तत्र धर्मयुक्तः इति, धर्मयुक्तः अथवा धार्मिकः, तदपि वक्तुं शक्नुमः. धर्मनिष्ठाः. कर्मशूराः, कर्मे शूरः अस्ति, कर्मणि, क्षम्यतां, कर्मेण कर्मणि शूरः अस्ति. कर्मणि इति सप्तमी, कस्मिन् विषये शूरः अस्ति? कर्मणि शूरः अस्ति, शूरः, निपुणः अस्ति, निपुणः अस्ति इति, अथवा निपुणाः सन्ति ते प्रजाजनाः, अथवा आसन्, ते आसन् प्रजाजनाः. तदनन्तरं एतावत् गतवर्गे कृतवन्तः इति मन्ये, इदानीम् अग्रे गच्छामः. तत्र शुभदा भगिनी, अग्रे कृषकाः इति आरभ्य तत्र किञ्चित् पठतु भगिनि. कृषकाः, वणिजः, विषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः, सर्वेपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म. कृषकाः, कृषकाः, कृषकशब्दस्य प्रथमविभक्ति बहुवचन. वणिजः इति करपत्रे स्त्रज, वणिक् वणिक् वणिक् जकारन्तपदं, वणिक् वणिजः जकारन्तपदं, प्रथमपुरुष एकवचन. प्रथमविभक्ति एकवचनं एकवचनं प्रथमविभक्ति बहुवचनं वणिक् इति एकवचनं वणिक् वणिजौ वणिजः भिषजः अपि तादृशमेव प्रथमविभक्ति बहुवचन शिल्पिनः इति गुणिशब्दवत् गुणि गुणिनौ गुणिनः शिल्पि शिल्पिनौ शिल्पिनः समीचीनं शिल्पशास्त्रे निपुणः अस्ति सः शिल्पी समीचीनं भगिनि कुविन्दाः कुविन्द इति इत्युक्ते किं महोदय कुविन्दे कुविन्दः इत्युक्ते यः तन्तुवायं तन्तोः वायनं करोति तत्र तन्तुवायः इति बीवर् बीवर् कुविन्दः तन्तुवायः चर्मकाराः सर्वेपि धर्मानुसारेण धर्मस्य अनुसरणं कृत्वा अथवा कुर्वन् निजकर्माणि स्वस्य आत्मनः कर्माणि तत्र निजकर्माणि इत्युक्ते किं स्वस्य यत् करणीयम् अस्ति केवलं तत् कुर्वन्ति तत्र कुविन्दः गत्वा तत्र बिषजः कर्म न करोति इति तादृश तत्र स्वकर्माणि कर्माणि इति कर्माणि स्वकर्माणि इति अथवा निजकर्माणि इति विभक्ति का तत्र प्रथमविभक्ति बहुवचन कर्म कर्मणि कर्माणि हा तत्र नपुंसकलिङ्गे अस्ति अतः तत्र क्लेशः भवति किन्तु तत्र निर्वहन्ति किं निर्वहन्ति तत्र कर्तृपदं तु कृषकाः वणिजः बीजजः शिल्पिनः एव अस्ति खलु निजकर्माणि निर्वहन्ति निजकर्माणि इति कर्मपदं कर्मपदं द्वितीयविभक्तिरूपं निजकर्माणि स्वस्य कर्माणि निर्व्याजम् इत्युक्ते तत्र साधु तत्र यत् सम्यक् अस्ति तत्र निर्दोष अथवा तत्र निष्कपटं तत्र यत् साधु अस्ति अवक्रः अस्ति अवक्रम् अस्ति इति तत्र निर्व्याजं हानेस्ट्लि इति समीचीनं अग्रे भगिनि अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यं सर्वसम्पदा तत्र सम्पद् तत्र विपत् सम्पद् आपद् स्त्रीलिङ्गपदम् इदानीं तत्र विभक्ति का अत्र तृतीया भगिनि तृतीया अतः एव तत्र तत्र भवत् शब्दस्य रूपं मनसि स्थापनीयमस्ति भगिनि तत्र भवता इति तृतीया भवते इति चतुर्थी भवतः इति पञ्चमी षष्टि भवती इति सप्तमी अत्र सम्पदा तृतीया इति सम्पदा इति तृतीया सम्पदा अनुग्रहीतम् आसीत् तद् राज्यम् अनुग्रहीतम् आसीत् केन सर्वसम्पदा अनुग्रहीतम् आसीत् तद् राज्यं किमर्थं यतोहि सर्वे निर्व्याजं स्वकर्माणि निर्वहन्ति स्म अतः तद् राज्यं सर्वसम्पदा अनुग्रहीतम् आसीत् अग्रे सरितः सरांसि च जलपूर्णानि भवन्ति स्म सरितः इति सरितः सरांसि च इत्युक्ते नदी नद्यः तत्र सरितः इति विभक्ति का सरितः सरांसि प्रथमाविभक्ति बहुवचन सरांसि इति प्रथमाविभक्ति बहुवचन एव च जलपूर्णानि भवन्ति स्म जलेन पूर्णाः भवन्ति हा समीचीनम् अतः सरितः पूर्णानि भवन्ति स्म सरांसि अपि जलपूर्णानि भवन्ति स्म. समीचीनं. तत्र प्रायशः सरित् इति स्त्रीलिङ्गपदम् इति मन्ये खलु तत्र सरित् इति. अतः तत्र प्रायशः तत्र जलपूर्णानि इति विशेषणम् अस्ति खलु तत्र जलपूर्णानि सरितः सरांसि च जलपूर्णानि भवन्ति स्म. तत्र सरितः इति प्रथमविभक्ति बहुवचनम् अस्ति, जलपूर्णानि अपि प्रथमविभक्ति बहुवचनम् अस्ति, किन्तु सरितः स्त्रीलिङ्गम् अस्ति, जलपूर्णानि नपुंसकलिङ्गम् अस्ति. कथं विशेषणं भवति? सरांसि इति अस्ति इति कृत्वा तत्र अन्तिमपदस्य लिङ्गम् अनुसृत्य विशेषणं स्थापयितुं शक्नुमः. अतः सरांसि, सरस् सरसि, सरांसि इति तत्र तस्य विशेषणं जलपूर्णानि, किन्तु जलपूर्णानि सरित् इति तत्र अपि सम्बन्धः अस्ति. अतः एकस्मिन् समये सरितः जलेन पूर्णाः सन्ति इति वदामः, सरांसि अपि जलपूर्णानि सन्ति इति वदामः. अग्रे. फलपूर्णेषु शाखेषु शाखिषु पक्षिणः महत्या मुदा विहरन्ति स्म. फलपूर्णेषु शाखेषु तत्र पक्षिणः इति, पक्षिणः इति विभक्ति का? पक्षिणः महत्या मुदा विहरन्ति स्म. पक्षिणः इति प्रथमा विभक्ति बहुवचन. हा, कर्तृपदं. हा, पक्षिणः विहरन्ति स्म महत्या मुदा. महत्या मुदा अतीव सन्तोषेण. हा, मुदा विहरन्ति स्म इति इदानीं तत्र अन्ये वदति इदानीं भगिनि. धन्यवादः भगिनि, समीचीनम् एतावत् अस्तु. तत्र रघुपतिमहोदय इदानीं तत्र फलपूर्णेषु शाखेषु इति एकवारं कुत्र महोदय? फलपूर्णेषु शाखिषु इति तत्र पद कीदृशपदमस्ति तत्र? फलपूर्णेषु शाखिषु, फलपूर्णेषु शाखिषु इति यत् सप्तमी भक्ति अस्ति. शाखिषु इति तत्र शाखिषु इति समीचीनं महोदय. शाकिन्, शाकिन् तदपि स्थूलक्षरे भवितव्यमस्ति, किमर्थं नास्ति इति न जानामि. शाखिषु शाकिन्, शाकिन् अपि, शाकिन् इत्युक्ते किम्? वृक्षः एव. फलपूर्णं, फलपूर्णः वृक्षः अथवा फलपूर्णे फलपूर्णः शाकिन्, यस्य शाखा अस्ति सः अथवा यस्य शाखाः सन्ति सः शाकिन्, वृक्षस्य शाखाः सन्ति इति कृत्वा एषः वृक्षः शाकिन्. फलपूर्णेषु शाखिषु वृक्षेषु, फलपूर्णेषु वृक्षेषु पक्षिणः महत्या, पक्षिणीति पक्षिणः महत् पक्षिणीति इति नकारान्तपदं. पक्षिणः इति बहुवचनमस्ति, प्रथमा विभक्ति बहुवचनमस्ति. महत्या महत्या मुदा विहरन्ति स्म. महत्या मुदा विहरन्ति स्म. इदानीं अग्रे सर्वदिशः तृतीया भवति वा महोदय? महत्या मुदा, महत्या इति, हा, महत्या इति तृतीया, महत्या इति तृतीया, मुदा इति प्रायशः विहरन्ति इति क्रियाविशेषणम् अस्ति इति मन्ये. विहरन्ति स्म, महत्या मुदा विहरन्, अहं चिन्तयामि महत्या मुदा, मुदया इति मुदा, केवलं मुदा एव, केवलं मुदा एव, केवलं मुदा एव, महत्या मुदा विहरन्ति स्म इति. सर्वदिशि, दिशि इति अत्र सर्वदिशः, सर्वदिशः, सोरि, सर्वदिशः अपि जनाः तत् राज्यम् आगच्छति स्म. सर्वदिशः षष्ठी भक्ति, सर्वदिशः एकवारं. तत्र दिशः इति तत्र तस्मात् आगच्छन्ति, तत्र कुतः इति भवति खलु, कुतः आगच्छन्ति? पञ्चमी, पञ्चमी, पञ्चमी, हा, कुतः आगच्छति इति पञ्चमी. हा, सर्वदिश पञ्चमी एकवचनं, सर्वदिश. क्षम्यतां, सर्वदिश अपि जनाः तत् राज्यम् आगच्छन्ति स्म. दिशः इति दिक् इति पदस्य, दिश् इति पदस्य स्त्रीलिङ्गपदं, दिश् दिक् दिशौ दिशः पञ्चमी. अस्तु. ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म. मनस् इति मनसि, मनः इत्यत्र तृतीया विभक्ति. तृप्तमनसा निवसन्ति स्म. निवसन्ति स्म ते सर्वे, ये जनाः तत्र राज्यम् आगतवन्तः ते सर्वे रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म. समीचीनं महोदय. अस्तु, अत्र अग्रे सूर्यकुमारी भगिनि. अथ कदाचित् शत्रुः युद्धार्थम् आगतवान्. अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः अभवत्. सः अतः कदाचित् शत्रुः युद्धार्थम् आगतवान् इत्युक्ते शत्रुः युद्धार्थम् आगतवान् युद्धं कर्तुम् आगतवान् युद्धं कर्तुं कोऽपि शत्रुः आगतवान् कदाचित् आगतवान्. तदनन्तरं किम्? अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः. तत्र प्रवृत्ते युद्धे विभक्ति का? तत्र प्रवृत्ते युद्धे सप्तमी एकवचनं. हा, सप्तमी. हा, समीचीनं. प्रवृत्ते युद्धे राजा राजन् पराजितः. राजा पराजितः. पराजितः इत्युक्ते सः विजयं न प्राप्तवान्. सः पराजितः अभवत् तदनन्तरं किं कृतवान् सः? सः मन्त्रिणां साकं कदञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान्. हा, तत्र सः प्राप्तवान्. सः कः? सः प्राप्तवान्. सः कः? राजा. सः राजा प्राप्तवान्. किं प्राप्तवान्? प्राप्तवान् इत्युक्ते तत्र गतवान् इति खलु. तत्र प्राप्तवान् इति पदस्य अर्थद्वयम् अस्ति. अर्थद्वयं किं किं कोऽपि वदति वा? एकमस्ति लभ्यते इति, अन्यत् अस्ति गच्छति. हा, तत्र गच्छति इति. एकं तत्र पुस्तकं प्राप्तवान् अथवा ईमेल् प्राप्तवान् इति एकः. अन्यत् अस्ति अहम् अतः अहं भारतदेशं गच्छामि, भारतदेशं प्राप्तवान्. अतः प्राप्तवान्, तत्र वनं प्राप्तवान्. एषः राजा अथवा सः राजा वनं प्राप्तवान्. किं वनं? किञ्चन वनं. किं योगः चन? किञ्चित् वनं, किञ्चन वनं. तत्र चित् अथवा चन, अत्र कश्चन इति पुल्लिङ्गे रूपं भवति, अत्र नपुंसकलिङ्गे वनं नपुंसकलिङ्गम् अस्ति इति कृत्वा किञ्चन वनं, किञ्चन वनं. नगरं परित्यज्य, नगरं त्यक्त्वा किञ्चन वनं, किञ्चित् वनं प्राप्तवान्. इदानीं तत्र सः मन्त्रिणा साकम् इति अस्ति. साकम् इत्युक्ते किं? सः इति अर्थे मन्त्रिणा सह, रामेण सह लक्ष्मणः गच्छति, वनं गच्छति इति तादृशार्थे. सः राजा मन्त्रिणा सह कथञ्चित् नगरं, न जानीमः कथम् एतत् सः कृतवान्, किन्तु कथञ्चित् नगरं परित्यज्य त्यक्त्वा वनं प्राप्तवान्, वनं गतवान् सः. अस्तु, समीचीनम्. अस्तु, नरेश महोदय अग्रे. किं भगिनि? मन्त्रिणा तृतीयविभक्ति एकवचनं. समीचीनं भगिनि, मन्त्रिन् समीचीनं. हा, अग्रे नरेश महोदय. कण्टकयुक्तेषु पथिषु अश्मसु वा पादरक्षां विना सञ्चलितुम् अक्षमः सः क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान्. हा, तत्र बहु किमपि अस्ति. अस्तु, तत्र कण्टकयुक्तेषु, कण्टकः इत्युक्ते थार्न् पतिषु पतिन् इति जानीमः खलु, पतिन् शब्दः पथ मार्गः मार्गः. अतः तत्र मार्गे किमस्ति, कण्टकः कण्टकम् अथवा कण्टक न जानामि लिङ्गं किम् इति, किन्तु तत्र कण्टकयुक्तः मार्गः अस्ति. तेषु अश्मसु, अश्मसु इति अश्म अश्मन् इति नकारान्तपदम् अस्ति, तत्र अश्मन् इति नकारान्तपदं, तत्र किं स्टोन् स्टोन् इति, तत्र अन्यत् पदं किम् अस्ति अजन्तपदं कोऽपि स्टोन् इति, शिलाखण्डं अश्मसु शिलाखण्डेषु. अतः कण्टकयुक्तेषु मार्गेषु शिलाखण्डेषु वा पादरक्षां विना, पादरक्षां विना तत्र, पादरक्षां विना तत्र विना इति प्रयोगे किं नियमः कः, किं किं का विभक्ति भवति तत्र, द्वितीया तृतीया पञ्चमी. हा अत्र द्वितीया अस्ति, अत्र द्वितीया अस्ति, समीचीनं महोदय. हा अतः तत्र पादरक्षां विना सञ्चलितुम् अक्षमः. तत्र अक्षमः इत्युक्ते तत्र तस्य निपुणता अथवा न शक्नोति, अशक्यः अशक्यः अशक्यः सञ्चलितुं, तत्र चलितुं सञ्चलितुं, तत्र इतः ततः गन्तुं सः अशक्यः. कः? राजा. सः राजा, तादृशः राजा किं भवति तस्य? क्षुदया. क्षुदया बुभुक्षा, तत्र बुभुक्षा अस्ति, तस्य अपि पिपासा अस्ति, अतः क्षुदया पिपासया पीडितः अस्ति सः. पीडितः भवति विशेषणं, सः राजा पीडितः. केन पीडितः? क्षुदया पिपासया च पीडितः एषः राजा अथवा सः राजा. किं करोति? कस्यचित्, कस्य इति तत्र षष्ठी अस्ति, सरस् इति षष्ठी अस्ति, सरसः इति षष्ठी अस्ति एकवचने, अतः कस्यचित् सरसः तीरे उपविष्टवान्, सः उपविष्टवान् एषः राजा. एषः राजा उपविष्टवान्, किन्तु तस्य कारणं केन कारणेन इत्युक्ते सः पीडितः आसीत् एषः राजः. एषः राजा क्षुदया पिपासया पीडितः अस्ति, अपि सः कण्टकयुक्तेषु मार्गेषु शिलाखण्डेषु वा पादरक्षां विना अथवा पादरक्षया विना सञ्चलितुम् अशक्यः राजा सः सरसः तीरे उपविष्टवान्. अत्र तत्र तं त्यक्त्वा इदानीं विरमाम, अग्रिमे वर्गे आगत्य पश्यामः एषः राजा किं करोति इति. अस्तु, तर्हि तत्र अन्ते तत्र सूर्यकुमारी भगिनी तत्र श्लोकः इति किमपि वदति वा तदनन्तरं? अस्तु, शुभदा भगिनि. आम् महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः.